अस्तु, तर्हि सर्वेषां स्वागतम्। मम नाम स्वरूपः। मम नाम स्वरूपः। मम नाम स्वरूपः। भवतः नाम किम्? मम नाम अभिनवः। समीचीनम्। मम नाम स्वरूपः। भवतः नाम किम्? मम नाम शिवाङ्गः। मम नाम स्वरूपः। भवतः नाम किम्? मम नाम सञ्जयः। सञ्जयः। भवतः नाम किम्? मम नाम दिलीपः। दिलीपः। भवतः नाम किम्? मम नाम शैलेन्द्रः। समीचीनम्। मम नाम स्वरूपः। भवत्याः नाम किम्? मम नाम दीना। मम नाम दीना। दीना इति वदामः। समीचीनम्। दीना नाम तस्य हौ इस् इट् प्रोनौन्स्ड् नार्मलि? दीना। दीना। दीना। दीना। अस्तु, दीना। अस्तु, दीना इति कुर्मः। आकारान्त दीना। समीचीनमस्ति। स्वागतं, स्वागतम्, आगच्छतु। मम नाम स्वरूपः। भवत्याः नाम किम्? उच्यताम्। ओ, माइक् इस् ब्रोकन्। अस्तु, अस्तु, नास्ति चिन्ता। अस्तु, तर्हि सा वदति मम नाम सन्ध्या। भवत्याः नाम किम्? मम नाम दीना। मम नाम स्वरूपः। भवतः नाम किम्? मम नाम अभिनवः। मम नाम स्वरूपः। भवतः नाम किम्? मम नाम रवि। रविः। रवि। मम नाम स्वरूपः। भवतः नाम किम्? मम नाम तेजस्। तेजस्। तेजस्। अस्तु, तेजस्। समीचीनम्। इदानीम् उत्तिष्ठतु। उत्तिष्ठतु, पृच्छतु, भवतः नाम किम्? मम नाम अभिनवः। भवतः नाम किम्? अस्तु, तर्हि समीचीनम्, उपविशतु। अस्तु, उत्तिष्ठतु, उत्तिष्ठतु, पृच्छतु। मम नाम शिवाङ्गः। भवतः नाम किम्? मम नाम शैलेन्द्रः। समीचीनम्। अस्तु, उत्तिष्ठतु, उत्तिष्ठतु, पृच्छतु। मम नाम दिलीपः। भवतः नाम किम्? मम नाम रवि। उत्तिष्ठतु, पृच्छतु। मम नाम रवि। रविः। रविः। भवतः नाम किम्? मम भवतः नाम किम्? भवतः नाम किम्? मम नाम तेजस्। तेजस्। तेजस्। समीचीनमस्ति। अस्तु, उत्तिष्ठतु। मम नाम स्वरूपः। भवत्याः नाम किम्? मम नाम दीना। अस्तु, इदानीं उत्तिष्ठतु, पृच्छतु, भवत्याः नाम किम्? मम नाम अभिनवः। भवत्याः नाम किम्? मम नाम दीना। अस्तु, समीचीनम्। तर्हि पुरुषः, पुरुषः, भवतः नाम किम्? महिला, भवत्याः नाम किम्? वदामः, भवतः नाम किम्? भवत्याः नाम किम्? इति परिचयः, पुरुषपरिचयः। अस्तु, समीचीनम्। इदानीम् आगच्छतु, आगच्छतु। इदानीं सः, सः अभिनवः, सः अभिनवः, सः सञ्जयः, सः सञ्जयः, सः अभिनवः, सः कः? सः अभिनवः। अभिनयनं करोतु, अभिनयनम्, अभिनयनम्। सः अभिनवः। सः कः? सः अभिनवः। कः अभिनवः? Saha Sanjayaha. Saha Kaha. Saha Sanjayaha. Saha Kaha. Saha Sanjayaha. Kaha Sanjayaha. Saha Sanjayaha. Kaha Abhinavaha. Saha Abhinavaha. Kaha Sanjayaha. Saha Sanjayaha. Samichana. So, sa is saha. This, that, that, ha. And what's ka? What? Ha ha. Adiyutam. Ha, astu, agachatu. Bhavatah nama kim? Mama nama Raviya. Ravihi? Ravihi. Ravihi. Bhavatah nama Tejas? Tejas. Astu. Ida name? Saha Tejas. Saha Ravihi. Saha kaha? Tejas. Saha Tejas. Saha kaha? Ravihi. Kaha Tejas? Kaha Ravihi? Astu. Idanim. Smitam asti. Upavishatu. Arasatu. Sa Dina. Sa Sandhya. Sa Dina. Sa Sandhya. Sa Ka. Sa Dina. Sa Ka. Sa Sandhya. Ka Dina. Sa Dina. Ka Sandhya. Sa Sandhya. Iti asti. Astu, samichinam. You can hear, huh? Can you hear okay? Hello. You don't hear either. She's not hearing anything? Can she, if she's not hearing anything, then why don't you call her on the phone? At least she can hear. Yeah, call on the phone so she can hear. She can't, which is useless. Yeah, I didn't know that she's not hearing. She said she's gonna call. I think there's no network here. Oh, there is no network here. Okay. Abhinava Maya. Agree. To Saha Abhinavaha. Saha Abhinavaha. Eshaha Shivangaha. Saha Abhinavaha. Eshaha Shivangaha. Saha kaha? Saha Abhinavaha. Eshaha kaha? Eshah Shivanga. Shivanga. Kaha na Abhinavaha? Saha Abhinavaha. Kaha Shivanga? Saha Shivanga. Saha kintu Eshah Shivanga. Samipam. Samipe Eshah. Dure Saha. Saha Abhinavaha. Eshah Shivanga. Eshah kaha? Eshah Shivangaha. Saha kaha? Saha Abhinavaha. Kaha Shivangaha? Eshah Shivangaha. Kaha Abhinavaha? Saha Abhinavaha. Samichinam asti. Astu. Astu. Sa Dina. Sadina, Ignasha, Sadina, Esha Dinita, Esha Dinita, Sadina, Saka, Sadina, Esha, Esha Dina, Vinita, Vinita, Ka Dina, Sadina, Ka Vinita, Esha Vinita. Astu, Smisha. Nama kim? Parth. Parth. Astu. Parth Mahadaya. Samichinam. Upaveshat. Astu. Tahi. Purushaha. Purushaha. Saha. Eshaha. Stri. Sa. Esha. Iti asti. Sir. Visarg. How to write? Sir. Visarg. Pustakam asti, va? Pustakam asti, kalu? Edat sarvam likitam asti. Atra. Sa. Sandhya. Sa Sandhya sa ka? Sa Sandhya. Esha Dina. Esha ka? Esha Dina. Ka na Sandhya? Sa Sandhya. Ka Dina? Esha Dina. Smichanasti. Astu. Danim. Kankatam. Kankatam. Kankatam. Karavastram. Karavastram. Tat karavastram. Tat kim? Tat karavastram. Etat kankatam. Etat kim? Etat kankatam. Tat kim? Tat karavastram. Etat kim? Etat kankatam. Smichanasti. Etat phenakam. Etat phenakam. Etat phenakam. Etat pushpam. Astu. Tat phenakam. Tat kim? Tat phenakam. Etat pushpam. Etat kim? Etat pushpam. Kim phenakam? Tat phenakam. Tat phenakam. Tat phenakam. Kim pushpam? Etat pushpam. Astu, samichanasti. Tarhi, purushaha, eshaha, saha. Mahila, esha, sa. Na, na, vastu, etat, tat. Etat, tat. Astu, kinchit abhyasam kurmaha. Idani, abhyasam kurmaha. Astu, Ravi Mahalaya. Idanim Sanjay Mahalaya agachati. Astu, samichinam. Idanim Saha Ravihi. Saha kaha? Saha Ravihi. Saha Sanjayaha. Saha kaha? Saha Sanjayaha. Kaha Ravihi? Saha Ravihi. Kaha Sanjayaha? Sanjayaha. Astu. Idanim Bhavan Karoti va Atra Agatitu. Atra Atra. Idi Karotu. Saha Kaha? Saha Ravihi. Pachatu. Saha Kaha? Saha Kaha? Saha Ravihi. Kaha Ravihi? Kaha Ravihi. Kaha Ravihi? Saha Ravihi. Saha Kaha? Saha Ravihi, Saha Sanjayaha, Saha Kaha, Saha Kaha, Kaha Ravihi, Kaha Sanjayaha. Saha Ravihi, Saha Sanjayaha, Saha Kaha, Saha Ravihi, Kaha Saha Kaha, Saha Kaha, Saha Sanjayaha, Kaha, Kaha Ravihi. Kaha Ravihi? Saha Ravihi. Kaha Sanjaya? Saha Sanjaya. Samichanasti. Astu, agre. Agachatu. Idanim. Agachatu. Agachatu. Sa Dina. Sa ka? Sa Dina. Sa? Sa Sandhya. Sandhya. Astu, karotu. Sa ka? Sa Sandhya. Sa ka? Sa Sandhya. Ka? Ka Sandhya? Ka Sandhya? Sa Sandhya. का दीना साधना दीना समीचीनम् अस्ति उपविशतु अस्तु पार्ट् आगच्छतु न नास्ति चिन्ता अस्ति तेजस् महोदय शिवानन्द अस्तु दीना दीना भगिनी करोति वा वदतु शिवाङ्गः शिवाङ्गः तेजस् अस्तु समीचीनमस्ति समीचीनमस्ति आगच्छतु नाम लेट् कमर् नाम अखिल अखिलः अस्तु अखिलः अस्तु भवती करोति वा ओ समस्या अस्ति वा अस्तु अस्तु अस्तु महोदय सः सञ्जय शिवाङ्गः सः शिवाङ्गः सः तेजस् सः कः सः तेजस् सः कः सः शिवाङ्गः कः कः शिवाङ्गः सः शिवाङ्गः कः तेजस् सः तेजस् समीचीनमस्ति अस्तु उपविशतु इदानीं अस्तु रवि महोदय अभिनव महोदय वा सन्ध्या भगिनी करोति वा भवती करोति वा परिचयं कारयतु सः सः करोति वा सः रविः अत्र आगच्छति अस्तु अस्तु सः अस्तु अस्तु अस्तु सः रविः करोतु भवतः नाम किमिति न सः सः रविः सः अभिनवः इति अनन्तरं सः कः इति पृच्छतु सः वदतु पुनः अगेन् इदानीं मीन्स् न इदानीं कः रविः भवती पृच्छतु भवती पृच्छतु कः रविः न न न यु आस्क् एवरीबडी कः रविः कः रविः अभिनवः कः अभिनवः कः कः अभिनवः कः कः अभिनवः इति अस्ति अस्तु समीचीनम् उपविशतु मम नाम स्वरूपः मम नाम स्वरूपः आङ्ग्लभाषाम् अहं न जानामि मम नाम स्वरूपः भवतः नाम किं मम नाम अभिनवः मम नाम स्वरूपः भवतः नाम किं मम नाम अखिलः अखिलः अखिलः अखिलः समीचीनम् अस्तु समीचीनम् इदानीं पुरुषपरिचयः पुरुषः सः एषः महिला सा एषा वस्तु तत् किम् तत् किम् क्षम्यतां तत् एतत् सः एषः सा एषा तत् एतत् इति अस्ति वस्तु तत्र वस्तु लिङ्गत्रयं लिङ्गत्रयमस्ति वस्तु तत्र नपुंसकलिङ्गे पुल्लिङ्गे स्त्रीलिङ्गे च तर्हि अत्र समस्या अस्ति अत्र फेनकं फेनकं म फेनकं पुस्तकं म पुस्तकं कङ्कतं पर्णं अत्र पुष्पं पुष्पं करवस्त्रं नपुंसकलिङ्गशब्दः नपुंसकलिङ्गशब्दः चमसः चमसः यथा अभिनवः अभिनवः भवतः नाम किं मम नाम दिलीपः दिलीपः दिलीपः अभिनवः अत्र चमसः क्षम्यतां चषकः चषकः चमसः करदीपः दन्तकूर्चः पुल्लिङ्गशब्दः अह अह अह अह पुल्लिङ्गशब्दः म अस्ति चेत् नपुंसकलिङ्गशब्दः पुस्तकं करवस्त्रं फेनकं किम् So those are masculine singular and those are neuter. Napunsakalinga shabda. Astu. Idanim strilinga shabda. Prakara dvayam asti. Prakara dvayam. Atra akaranta shabda. Atra mala. Mala. Mala. Kunchika. Kunchika. छुरिका छुरिका मापिका मापिका ति आकार आकारान्त शब्दः मापिका माला कुञ्चिका कूपी कूपी घटी कर्तरी कर्तरी अंक लेखनी अंकनी आकारांत स्त्रीलिंग शब्द ईकारांत स्त्रीलिंग शब्द अस्तु इदानीं एतत् किम् करवस्त्रम् एतत् करवस्त्रम् एतत् किम् एतत् करवस्त्रम् कङ्कतम् कङ्कतम् एतत् किम् एतत् करवस्त्रम् तत् किम् तत् कङ्कतम् किं कङ्कतम् तत् कङ्कतम् किं करवस्त्रम् एतत् करवस्त्रम् दर्पणः दर्पणः एषः कः अस्तु इदानीं किञ्चित् कुर्मः अहं मम समीपे भवतां कृते दूरमस्ति दूरमस्ति अतः अहं वदामि एतत् भवन्तः वदन्तु तत् अस्तु एतत् फेनकम् एतत् किम् तत् फेनकम् एतत् पुस्तकम् एतत् किम् एतत् कङ्कतम् एतत् किम् एतत् करवस्त्रम् एतत् किम् एतत् पर्णम् एतत् किम् एषः दर्पणः एषः कः सः दर्पणः एषः चमसः एषः कः एषः करदीपः एषः कः एषः दन्तकूर्चः एषः कः Dantakurchaha. Esha mala, esha ka? Sa mala. Bhavati api vadatu. Esha churika, esha ka? Sa churika. Ha. Bhavati api vadatu. Monavratam ma karotu. Don't be mum. Astu. Astu. Tari atra. Esha kartari. Esha ka? Sa. Esha ka? Sa. Sa. Kartari. Esha ghati. Esha ka? Sa. Esha ka? Sa. Kartari. Ghati. Oh, ghati. Ghati. Esha lekhani. Esha ka? Sa lekhani. Esha ka? Sa lekhani. Esha ankani. Esha ka? Sa ankani. Esha petika. Esha ka? Sa petika. Eshaha siyutaha. Eshaha kaha? Sa. Siyutaha. Siyutaha. Siyutaha. Dirga ukaraha. Siyutaha. Eshaha kandukaha. Eshaha kaha? Sa. Eshaha kaha? Kandukaha. Eshaha kaha? Eshaha kandukaha. Eshaha kaha? Sa. Saha kandukaha. Kandukaha. Samicha. Astu. Idanim pariksha. Esha ka? Sa. Esha ka? Sa. Kati. Esha ka? Sa. Dantakurchaha. Dantaha kurchaha. Kurchaha. Dantaha kurchaha. Dantakurchaha. Saha. Eshaha kaha? Saha. Saha dantakurchaha. Eshaha kaha? Saha. Kara? Kara. Deepaha. Kara deepaha. Saha kara deepaha. Astu. Etat kim? Henakam. Esha ka? Kartari. Kartari. Esha ha kaha? Saha. Kandukaha. Saha kandukaha. Sandhya Bhagini, Esha ka? Esha kaha? Chamasaha. Chamasaha. Chamasaha. Chamasaha. Esha kaha? Saha. Chasha kaha? Chasha kaha. Krishna shakaraha. Chasha kaha? Esha kaha? Saha. Sandhya Bhagini, Esha kaha? Saha darpanaha. Darpanaha, samichinam asti. Astu. Esha ka? Saha lekhani. Ankani, lekhani. Esha lekhani. Esha ka? Saha petika. Petika. Esha kaha? Saha. Siyutaha. Esha ka? Durvani. Sa durvani. Esha durvani. Esha ka? Sa durvani. Etat yantram. Etat kim? Tat yantram. Yantram. Etat kagadam. Etat kim? Tat kagadam. Etat pustakam. Etat kim? Tat pustakam. Astu. Mahadaya siddha va? Agachatu. Pachatu. Sarvan pachatu. Etat kim eshaha kaha eshaka? Eshaha kaha? Kandukaha. Saha kandukaha. Saha kandukaha. Pulinga shabda ha. Saha kandukaha. Esa ka? Saha. Saha. Saha. Saha. Etat kim? Etat kim? Etat kim? Paranam. Athava patram. Etat kim? Tat. Pratyatu. Tat kim? Na. Esha. Esha. Esha. Churika. Etat kim? Kunchika. Esha kunchika. Esha kunchika. Yadi vayam na jani maha, tarhi etat kem iti kurma. Yadi vayam jani maha, tarhi lingam anusaram, lingasya anusaram kartavyam asti. Yadi vayam jani maha. Yadi vayam na jani maha, tarhi etat kem. Avagatam, it you take understood. Avagatam what? Avagatam. Avagatam. Asti. Avagatam. Hana. Iti vadantu. Am. Avagatam. Am. Avagatam. Athava na. Na. Na. Avagatam. Avagatam. Asti. Samichanam. Karoti. Tat. Kat. Ha. Kitu. Lingam kim? Asha ka. No, lingam kim? Esha ka. Swagatam, arjatu. Shamitam. Aham janami, sammardha jatha kalu. There was a lot of traffic? Yes. Arjatu. I forgot, if we forget the gender, how do we say, what is this? Etat kim. Esha ka? Saamala. Tat kat kim? Etat kim. Etat kim. Etat kim? Etat kim iti na? Esha. Esha ka? Esha. Saale. Astu, bhuvishatu. Karotu. Saha. Esha. Esha saha. Esha kaha. Esha kaha. Esha kaha. Saha saha. Esha kaha. Saha saha. Bada bada. Esha kaha. Karadipa. Atra karotu. Atra karotu. Etat kim? Tat fenikam. Etat? Etat kim? Saha kunchika. Esha ka. Esha ka. Esha ka. Esha ka. Saha kunchika. Saha kunchika. Etat kim? Etat kim eti na? Upvishatu. Sorry. Astu. Kaha karati? Vaan karati va? Lingam, lingam, lingam. Esha ka? Esha ka? Sama. Etat kim? Etat kim? Esha ka? Shashaka. Shashaka. Esha ka? Esha ka? Esha ka? Na, na, spashtataya vaktavyam. Esha. Esha ha kaha? Esha ha kaha? Saha kardinah. Etat kim? Etat kim? Kankatam. Etam kim? Etat kim? Tat pushtakam. Pushtakam. Esha ka? Sali. Ankani, Ankani. Ankani. Esha ka? Lekhani. Astu Sumichan. Satyutunam. Astu. Itopi bhavan karoti va? Bhavatah nama kim? Mama nama Dilipaha. Dilipaha agasati. Saha kaha? Eshaha. Eshaha kaha? Saha dharpana. Is it dharpana matrapana? Dharpanaha. Yadi saha pritsati eshaha kaha? Tari pulling a shabdhasti. Eshaha kaha? Eshaha kaha? Etat kim? Eshaha kaha? Pulling a shabdhaha eshaha kaha? Napunsakaling a shabdhaha? Etat kim? Stilling is a day, Esha ka. Huh? Astu. Esha ka. Atter stop it. No jet start. Nadish. Esha ka. Esha ka. Esha ka. Esha ka. Esha ka. Esha ka. Etat kim? Etat kim? Esha ka? Sankati. Samichan vasti. Atyutama. Bhavan karoti va? Agachati. Bhavatah nama kim? Mama nama Akhil. Akhila. Akhila. Akhila. Esha ka? Sahaja. Esha ka? Atar aga chati kinchi. Esha ka? Sahaja. Etat kim? At? Esha ka? Esha ka? Esha ka? Sahaja. Punah pucchati, punah. Esha ka? Atra. Yatra. Esha, iti likhitamasti. Esha. Atra Esha. Esha. Esha ka. Esha ha. Esha ha. Esha ha. Esha ha. Esha. Atra visarga ha. Pulinga shabde visarga ha asti. Stilinga shabde nasti. Esha ha. Esha. Esha ha. Sorry, vadantu. Esha ha. अत्र देवनागरी लिपिं जानाति वा देवनागरी ओ न जानाति मातृभाषा का मराठी मराठी तो देवनागरी कैन यू रीड द स्क्रिप्ट या एषः एषः एषः पुनः सर्वे वदन्तु एषः एषः एषा एषा एतत् एतत् इति नैकत्यं तत्र दूरं सा सा सा सः सः तत् अस्तु अस्तु उपविशतु अवगतं वा अवगतं वा अवगतम् अवगतम् अस्तु अस्तु समीचीनम् इदानीं एषः पुरुषः एषः पुरुषः एषः पुरुषः वा आम् एषः पुरुषः एषः पुरुषः वा सन्ध्या भगिनी वदतु एषः पुरुषः वा सः पुरुषः सत्यं सत्यं सः पुरुषः एषा महिला एषा महिला वा सा महिला स्त्रीलिङ्गशब्दे तत्र विसर्गः न भवति एषा महिला वा एतत् एतत् पुस्तकम् एतत् पुस्तकं वा एतत् पुस्तकं वा प्रश्नः अस्ति वा प्रश्नवाचकः वा वा न वा वा वा प्रश्नः क्वश्चन् क्वश्चन् इन्डिकेटर् तत्र हा अस्तु एतत् फेनकं वा एषः कन्दुकः वा एतत् करवस्त्रं वा सर्वे वदन्तु एषा घटी वा एषा कर्तरी वा आम् सा कर्तरी एतत् कागदं वा एषा कूपी वा Etat pustakam va? No. Na. Tat pustakam na. Ah, satyam, satyam. Kevalam sarala vakyam idanim. Etat phenakam va? No. Tat phenakam na. Esha kunchika va? Na. Militva, militva vadamaha. Na. Sa kunchika na. Esha karati paha va? Na. Esha kartari va? Na. Sa kartari na. Vadatu? Kartari na. Astu. Idanim Esha lekhani va na Esha lekhani sa lekhani na sa kartari na sa lekhani na sa kartari Astu. Grihe sahavadashyati. At home tonight he'll say everything. Aham janami katham bhavati iti. Astu. Etat pustakam va? Tat kam katam. Eshah dantakurchah va? Chamasaha. Eshah kaha? Chamasaha. Dantya sakaraha. Atra sakara trayam asti khalu. Sakara trayam asti. Atra chamasaha. Saha. Dantya sakaraha. Samudra sakaraha. Dantya sakaraha. Chamasaha. Atra Krishna shakaraha. Murdanya shakaraha. Chashakaha. Chashakaha. Atra talavya shakaraha nasti. Kintu yada bhavati talavya shakaraha mayan jani maha kadu talavya shakaraha. Udaharartam shaili. Shaili? Atva shailendraha. Bhavataha namakim? Syamala. Shailendraha. Tatra talavya shakaraha asti kadu? Talavishakaraha. Yes. Tatra talavishakaraha asti. Krishna shakaraha, tatra murdhanya shakaraha. Nama, tasya nama kimati jani maha. Tatra samudraha. Samudraha tatra dantya sakaraha. Dantya sakaraha. Sthanam, mukhe, anugunam, mukhe anusaram bhavati. Jihwa. Jihwa tatra sparshah bhavati dantena saha. Ataha dantya sakaraha. Agachatu. How are you? Shamyatam. It took us an hour and a half to get to your class. I am so sorry. I do not have words. Come in. My husband is coming. Okay. No problem. My God. But we didn't give up. I'm so impressed that you came. Yes. And I'm impressed myself. I'm so impressed that you came, and I'm very apologetic. Next week it won't be like that. So it's an interdental kind of sound. No. Interdental is na. Tatra samipamasti, samipe nearness. Dantya tatra yatha ma angla basayam. He said he would come. Tatra dantya sakarahasti. Said something. Said tatra dantya sakaraha. Kaha sakaraha? Dantya sakaraha. Shailandraha. Tatra shailandraha tatra talavya sakaraha. Talu. Atra mukhe. Talu asti. Talu asti. Anantaram tasya prishtataha. Dantaha tasya prishtataha. Talu tasya prishtataha. Murdha. Murdha. Siras sati. Murdha. Atra murdhanya shakaraha. Krishna. Krishna. Iti इतोपि पृष्ठतः अस्ति ष ष तालव्यश्च मूर्धन्य ष दन्त्यस्य भेदः अस्ति भेदः अस्ति खलु आम् भेदः अस्ति न वा अस्ति आम् अस्तु तर्हि दन्त्यस्यकारः स दन्त्यस्यकारः अत्र चमसः चमसः इति दन्त्यस्यकारः चषकः इति मूर्धन्य षकारः चषकः शैलेन्द्रः इति तालव्यषकारः स्वागतम् अस्तु तर्हि इदानीं एषा घटी वा एषः दर्पणः वा एषः चमसः वा एषः कन्दुकः वा एतत् कङ्कतं वा न तत् कङ्कतं न तत् करवस्त्रम् एषः कः एषः आगच्छतु आगच्छतु हा स्वागतम् ऐ नो इट् वास् टेरिबल् ट्राफिक् दट् यु मेड् इट् इस् इम्प्रेसिव् वण्डर्फुल् वण्डर्फुल् Okay. It'll never be like that again. I apologize. Yeah, two more days, but okay. Two more days. I think that we'll do it at SSVT those days. I'm never going to do this again. On those days, we will not come here. On those days, it'll be less effort for the students to come there that day. Rather, can you imagine doing this again? I cannot. Okay. So, Bhavataha nama kim? Mama nama Subramanya. Subramanya. Bhavatyaha nama kim? My name is Sita. Huh? Sita. Sita. अस्तु भवतः नाम किं मम नाम मनीषः मनीषः तत्र तत्र मूर्धन्यषकारः मूर्धन्यषकारः मनीषः तालविषकारः शैलेन्द्रः चमसः दन्त्यसकारः तत्र भेदः अवगन्तव्यः मनीषः शैलेन्द्रः मनीषः पृष्ठतः ष मनीषः शैलेन्द्रः चमसः अस्तु वदामः मनीषः मनीषः ष ष मनीषः शैलेन्द्रः तत्र भेदः अस्ति भेदः अस्ति अस्तु इति अस्ति अस्तु एषा का सा कर्तरी हा एषा कर्तरी एषा का एषा कर्तरी वा एषा कर्तरी वा ओ अस्तु अस्तु नास्ति चिन्ता अस्तु अस्तु अस्तु एषा एषा एषा कर्तरी अस्ति वा एषा हा एषा अङ्कनी वा न सा अङ्कनी वा न सा अङ्कनी न सा कर्तरी एषा अङ्कनी वा समीचीनमस्ति अस्तु एषा कर्तरी वा एषा उत्पीठिका एषा उत्पीठिका उत्पीठिका एषा उत्पीठिका एषा का एतत् एतत् पुस्तकं वा कागदम् एतत् किम् अस्तु पुनः एकवारं कुर्मः भवतः नाम किं मम नाम अभिनवः आगच्छतु भवतः नाम किं मम नाम अखिलः अखिलः आगच्छतु अस्तु शिवाङ्गमहोदय आगच्छतु सः कः सः करोतु सः सः अभिनवः सः अखिलः सः कः सः कः कः अभिनवः कः अखिलः अत्युत्तमं महोदय उपविशतु अत्युत्तमम् अत्युत्तमं सः शिक्षकः एव अस्तु महोदय आगच्छतु भवतः नाम किं राम राष्ट्रशास्त्री महोदय आगच्छतु रामशास्त्री महोदय मनीषमहोदय आगच्छतु शैलेन्द्रमहोदय करोतु कृपया करोतु सः सः रामशास्त्रः रामशास्त्रीमहोदयः रामशास्त्रीमहोदयः सः मनीषः सः किं सः कः सः कः सोरि सः कः सः सः कः सः रामशास्त्रीमहोदयः कः कः सः कः कः मनीषः कः मनीषः कः महोदयः अस्तु सोरि समीचीनमस्ति अन्य कोऽपि करोति वा भवतः नाम किं करोति वा सः करोति अस्तु आगच्छतु एकवारं सः कः भवान् वदतु एकवारं सः सः मनीषः सः रामशास्त्रीमहोदयः सः कः सः कः कः रामशास्त्रीमहोदयः कः मनीषः अस्तु समीचीनम् समीचीनमस्ति अस्तु समीचीनम् अस्ति भगिनी आगच्छतु भगिनी आगच्छतु रविमहोदय आगच्छतु भवत्याः नाम किं सीता सीता सीता पृच्छतु भवत्याः सः सीता पृच्छतु एकवारं भवत्याः नाम भवत्याः नाम किं सः नाम न पृच्छतु पृच्छतु भवत्याः नाम किं भवतः नाम किं भवत्याः भवत्याः नाम किं मम नाम सीता सीता सीता भवत्याः नाम किम् एकनिमेषः पुरुषः भवतः नाम किं स्त्री भवत्याः नाम किं भवतः नाम किं भवत्याः नाम किम् पृच्छतु भवत्याः नाम किं सः सा दीना कः सीता सा का सा का सीता का सीता न का सीता का सीता का दीना इस न विपरीत क्रम क्रमः विपरीतः सा सीता सा का सा सीता पुनः वदतु सा का सा सीता सा सीता एकवारं वदामि सा सीता सा दीना सा का सा का सा दीना का सीता सा दीना का दीना सा दीना करोतु का सीता न न सा सीता सा सीता सा दीना सा का सीता सा का सा का सीता न न न सा का सा का सा दीना का सीता का दीना अस्तु समीचीनमस्ति अत्युत्तमं अस्तु उपविशतु अस्तु उपविशतु उपविशतु उपविशतु अखिलमहोदय आगच्छतु महोदय भवतः नाम किं तेजस् भवतः नाम किं मम नाम अखिलः करोति वा भवान् भवतः नाम किं मम नाम अखिलः मम नाम तेजस् सा का एकवारं वदतु सः सः अखिलः सः अखिलः सः अखिलः सः तेजस् तेजस् तेजस् सा अखिलः सा तेजस् सा कः सः कः सः कः कः कः अखिलः कः तेजस् अत्युत्तमम् अत्युत्तमम् अत्युत्तमम् अस्तु विनीता भगिनी आगच्छति वा अस्तु तदेव सुरेन्द्रः करोति वा न कः न कृतवान् कः न कृतवान् इति भवान् करोति वा आगच्छतु न अस्तु अन्य कोऽपि भवती करोति वा आगच्छतु विनीता सन्ध्या सा सन्ध्या सा विनीता सा का विनीता का सन्ध्या इति करोतु वा अत्र आगच्छतु सा सन्ध्या सा विनीता सा का सा सन्ध्या सा का सा विनीता का सुनीता सा विनीता का विनीता सा विनीता का सन्ध्या सा सन्ध्या अस्तु समीचीनमस्ति इदानीं यत्र नैकट्यमस्ति यत्र समीपे अस्ति एषः शिवाङ्गः सः अखिलः एषः शिवाङ्गः सः अखिलः एषः कः तस्य कृते एकनिमेषः एषः कः सः शिवाङ्गः सः कः सः अखिलः अस्तु वयं मनसि वयं चिन्तयामः सः समीपे अस्ति सः दूरे अस्ति सः एषः समीपे सः दूरे एषः कः एषः समीपे अस्ति अतः एषः अहं वदामि एषः शिवाङ्गः सः अखिलः एषः शिवाङ्गः सः अखिलः एषः कः एषः शिवाङ्गः सः कः सः अखिलः कः शिवाङ्गः कः अखिलः इदानीम् एषा सीता एषा सीता सा सन्ध्या समीपे एषा मूर्धन्यषकारः कृष्णषकारः एषा एषा सीता सा सन्ध्या एषा का सा का का सन्ध्या का सीता अस्तु का दीना भवत्याः नाम किम् श्यामला एषा का अस्तु समीचीनमस्ति इदानीं पुरुषपरिचयः वस्तुपरिचयः एषः आसन्दः वा मम पार्श्वे अस्ति समीपे इदानीं भवतां कृते दूरे अस्ति समीपे अस्ति एषा एषः आसन्दः वा सः आसन्दः एषा आसन्दः एषा अङ्कनी वा सा घटी अस्तु आम् इति वदामः आम् आम् आम् न न न समीचीनमस्ति इदानीं एषः चमसः चमसः एकनिमेषः सत्यं एषः चमसः एषः चमसः चमसः अस्ति चमसः अस्ति चमसः नास्ति चमसः अस्ति चमसः नास्ति अस्ति नास्ति इति अस्ति कूपी अस्ति कूप्यां जलं नास्ति कूपी अस्ति जलं नास्ति धनकोशः धनकोशः एषः धनकोशः धनकोशः एषः धनकोशः धनं नास्ति धनकोशः अस्ति धनं नास्ति अस्ति नास्ति इदानीं फेनकम् अस्ति फेनकम् अस्ति फेनकम् अत्र अस्ति फेनकम् अत्र अस्ति फेनकं कुत्र अस्ति अत्र अस्ति तत् द्वारं द्वारं तत्र अस्ति द्वारं कुत्र अस्ति फेनकं कुत्र अस्ति द्वारं कुत्र अस्ति समीचीनमस्ति चषकः कुत्र अस्ति अत्र अत्र अत्र अस्ति अत्र अस्ति अस्तु समीचीनं चिकित्सालयः कुत्र अस्ति अन्यत्र अत्र नास्ति तत्र नास्ति अन्यत्र अस्ति अन्यत्र अस्ति अन्यत्र अस्ति अस्तु भवतः गृहं कुत्र अस्ति मम गृहम् अन्यत्र अस्ति अन्यत्र अस्ति भारतदेशं भारतदेशः कुत्र अस्ति भारतदेशम् अन्यत्र अस्ति देशः भारत अन्यत्र अस्ति पुत्रः अस्ति वा पुत्रः अस्ति नास्ति पुत्रः अस्ति पुत्रः अस्ति वा अत्र अत्र अस्ति वा अत्र अस्ति अत्रैव अस्ति अत्रैव अस्ति अस्तु किम् तत्र नाम किं दूरं दूरं तत्र अत्र इति समीपे अत्र तत्र दूरे तत्र दूरे अस्ति परन्तु अहं पश्यामि अहं पश्यामि तत्र अन्यत्र अहं न पश्यामि अन्यत्र अत्र तत्र अन्यत्र इति अस्ति अस्तु समीचीनमस्ति तर्हि भवतः पुत्र अस्ति अस्ति वा अत्र अस्ति वा हा पुत्रः वाक्यं वदतु पुत्रः अन्यत्र अस्ति पुत्रः अन्यत्र अस्ति चिकित्सालयः अत्र अस्ति वा अन्यत्र अस्ति अन्यत्र अस्ति इदानीं वायुः वायुः सर्वत्र अस्ति वायुः सर्वत्र अस्ति देवः सर्वत्र अस्ति आकाशः सर्वत्र अस्ति अस्तु इदानीं वस्तूनि एकत्र एकत्र एकत्र अस्तु अत्र तत्र अन्यत्र सर्वत्र एकत्र एकवारं वदामः अत्र वदन्तु अत्र अत्र अत्र तत्र तत्र तत्र अन्यत्र अन्यत्र अन्यत्र सर्वत्र सर्वत्र सर्वत्र एकत्र एकत्र एकत्र अवगतं वा समीचीनं Nowhere. Na tatra na nowhere iti kutra api nasti. Kutra api nasti. Kutra api nasti. Mm. Kutra api. Api. Nasti. Kutra api. Api iti bhi. Kahi bhi nahi hai. Kutra api nasti. Kutra api nasti. Kutra api kutra api. Kutra api nasti. Mm. अस्तु समीचीनमस्ति अस्तु इदानीम् अहं मम नाम स्वरूपः अहं शिक्षकः भवान् कः अहं विद्यार्थी अहं शिक्षकः भवान् कः अहं विद्यार्थी अहं शिक्षकः भवान् कः अहं उद्योगी अहं शिक्षकः भवान् कः अहं विद्यार्थी अहं शिक्षकः भवान् कः अहं विद्यार्थी अहं शिक्षकः भवती का विद्यार्थिनी अहं विद्यार्थिनी अहं शिक्षकः भवान् कः सर्वे विद्यार्थिनः सन्ति किन्तु इदानीम् अहं अधिवक्ता अहं तन्त्रज्ञः अभियन्ता अभिनेता नायकः राष्ट्रपतिः अहं वैद्यः यत्किमपि भवेत् सत्यमस्ति न वा इति अन्यवार्ता किन्तु अभ्यासः भवतु अहं मम नाम इदानीं मम नाम अहं मम नाम स्वरूपः अहं वैद्यः भवान् कः मम नाम अभिनवः अहं विद्यार्थी अस्तु मम नाम स्वरूपः अहं वैद्यः भवान् कः मम नाम सुब्रह्मण्यः अहम् अभियन्ता अहम् अभियन्ता अस्तु मम स्वरूपः मम नाम स्वरूपः वैद्यः भवान् कः मम नाम मनीषः अहम् अभियन्ता अभियन्ता अस्तु भवती का मम नाम विनीता अहम् गृहिणी अस्तु भवान् कः मम नाम शैलेन्द्रः अहं विद्यार्थी समीचीनमस्ति भवती का मम नाम सीता अहं विद्यार्थिनी अस्तु भवान् कः अहं you're asking me my profession मम नाम सञ्जयः अहं graphic designer अस्तु अभियन्ता इति भवतु भवती का मम नाम सन्ध्या अहं विद्यार्थिनी समीचीनमस्ति भवान् कः मम नाम अखिलः अहं विद्यार्थी भवान् कः मम नाम रविः भवान् कः मम नाम तेजस् अहं विद्यार्थी भवती का मम नाम श्यामला अहं गायिका गायिका समीचीनमस्ति भवान् कः मम नाम दिलीपः अहं विद्यार्थी विद्यार्थी इति अस्ति तत्र परिचयः अस्ति मम नाम अहम् अहं भवान् भवती अस्तु एकवारं मम नाम अपि च पृच्छतु तत्र मम नाम शिवाङ्गः अहं चित्रकारः भवान् कः मम नाम मनीषः अहम् अभियन्ता समीचीनं पृच्छतु भवान् कः न मम नाम मनीषः भवान् कः मम नाम शैलेन्द्रः अहं विद्यार्थी पृच्छतु अहं किं मम नाम शैलेन्द्रः भवती किं भवतिका मम नाम विनीता अहं गृहिणी पृच्छतु मम नाम विनीता भवान् का ओ अभियन्ता अस्तु पृच्छतु भवान् कः मम नाम रमेशः अहं पाचकः समीचीनम् अस्ति अस्तु मम नाम रमेशः अहं पाचकः भवत्याः नाम किं भवती का मम नाम सीता अहं विद्यार्थिनी समीचीनमस्ति अस्तु तं पृच्छतु मम नाम सीता अहं विद्यार्थिनी अहं कः भवान् कः मम नाम राम विद्यार्थी मम नाम रामशास्त्री अहं राष्ट्रपतिः पृच्छतु भवती का मम नाम विद्यार्थिनी तं पृच्छतु मम नाम विश्वनाथः नाम किं विश्वनाथः अहं विद्यार्थी पृच्छतु मम नाम विश्वनाथः अहं विद्यार्थी भवतः भवान् कः मम नाम रवि अहं विद्यार्थी विद्यार्थी अस्तु समीचीनमस्ति इदानीं मम नाम अहं भवतः नाम भवान् भवत्याः नाम भवती तत्र भेदः इति कः इति अवगतः वा नाम भवान् भवतः भवान् कः भवतः नाम किं भवती का भवत्याः नाम किम् अहं कः मम नाम किम् मम नाम किं भवतः नाम स्वरूपः इति अस्ति अस्तु अद्य वयं वि गाट् मेनि थिङ्ग्स् टुडे एण्ड् दोस् एतत् सर्वं पुस्तके अस्ति पुस्तकम् अस्ति सर्वेषां पुस्तकम् अस्तु ददातु कस्य पार्श्वे नास्ति पुस्तकम्? अन्य सर्वेषां पार्श्वे पुस्तकमस्ति? अस्ति? पुस्तकं नास्ति. अष्टरूप्यकाणि अष्टरूप्यकाणि रमेशमहोदयं ददातु कृपया. अष्ट अष्ट अष्ट अष्टरूप्यकाणि अष्टरूप्यकाणि अस्तु. तर्हि पुस्तके पश्यामः. वस्तुतः अत्र अस्य कार्यं पुस्तकसम्बद्धं कार्यं नास्ति. अत्र पुस्तकस्य आवश्यकता नास्ति एव अत्र, किन्तु गृहे पुस्तकस्य आवश्यकता अस्ति. पुस्तकस्य आवश्यकता अस्ति गृहे. तत् एतत् सर्वं पश्यामः. अत्र मौखिकाभ्यासः भवति. अत्र अस्माकम् अभ्यासः, अस्माकं कार्यं मौखिककार्यमस्ति. मौखिककार्यमस्ति अत्र गृहे पश्यन्तु. अपि च परस्परं सम्भाषणं करोतु. परस्परं सम्भाषणं करोतु इति. तत्र अनेन बहु लाभः अस्ति. यदि सम्भाषणं किञ्चित् करोति तर्हि एवं बहु लाभः भवति. What we did today is everything is in the book in the first few pages. What we did today, mama nama, bhavatah nama, bhavatyah nama, aham, bhavan, bhavati. Anantaram, aam, na. Asandaha va, va iti prasnaha. Yatra va asti, tatra prasna asti. Anantaram asti, nasti. इति एतत् सर्वं वयं कृतवन्तः. इदानीं प्रश्नः अस्ति वा? प्रश्नः नास्ति. अस्तु, तर्हि विरमाम.